पद्मपुराणं खण्डं 6 उत्तरखण्डम् अध्यायं 216 नारद उवाच अदो मधुवनाद्राजन्नयं बदरिकाश्रमः एकादशधनुर्मात्रे भूभागे व्यवतिष्ठति अस्य तीर्थवरस्याहं महिमानं महद्भुतं वर्णयामि पुरस्तात्ते यं श्रुत्वा मुच्यते भयाद् एकस्तु मगधे राजान् देवदासो हि नामदः ब्राह्मणसत्यवान् दादसाक्षाद्धर्म इवापरः निष्णादः सर्वविद्यासु बृहस्पतिरिवापरः हरिसन्तोषको भक्त्या प्रह्लाद इव दैत्यराट सस्त्रीकोऽपि स्मरं जेदा पार्वत्या इव वल्लभः सदाचारपरो नित्यं विश्वामित्रो मुनिर्यथा मगधेशगृहे मान्यो द्रोणतत्कुरुवेश्मनि दानशीलः सुपात्रेषु बलिर्दैत्याधिपो यथा तस्य भार्योत्तमा नाम लक्ष्मीरिव गुणोत्तमा पदिशुश्रूषणपरा यथा जनकनन्दिनी तस्यैकश्च सुदो राजन्नङ्गदो नाम बुद्धिमान् एका पुत्री दुवलया नाम संलक्षणान्विता तयोर्ज्यायान् सुधकन्या तस्माद्भूपकनीयसी तयोर्यथाक्रमं चक्रे विवाहं सद्विजोत्तमः विवाहिता तु सा कन्या ययौ श्वशुरवेश्मनि शुभलक्षणसम्पन्ना कालेन कियता नृप अङ्गदस्तु महाबुद्धिर्गृहभारं बभारः पितृवत् सर्वशास्त्रज्ञो यौवनश्री विभूषितः एकदा सदु विप्रेन्द्रः पुत्रं तं गृहकर्मणि क्षमं विज्ञाय राजेन्द्र निजभार्यामुवाचः देवदास उवाच समाकर्णय मे साध्वी कालेऽस्मिन्नुचितं वचः ततो यदुचितं भद्रे तदह्नाय विधीयताम् एषा जरा समायादा शरीरं पादयिष्यति अङ्गन्या कम्पयन्तीव वात्यापक्वफलं यथा अक्ष्णामपिद्युदिं मन्दां नूनमेषा करिष्यति नक्षत्राणां स चन्द्राणां प्रादवेलेव सुव्रते स्खलितो पादयोर्मन्दां गतिं प्रतिपदक्रमं करिष्यति जराह्येषा यथानि गडशृङ्गला तस्मादेषा जरा यावन्न प्रौढा जायते शुभे आत्मनस्तावदावाभ्यां करणीयं हिदं द्रुतं गृहपुत्रसुहृद्भ्रातृपितरो हि विनश्वराः द्रव्यादिकं च सुभगे तेषु सज्जेत नो बुधः अदोहं सर्वतीर्थेषु पर्यटन्विजितेन्द्रियः वानप्रस्थेन विधिना वीक्षिष्ये हरिमीश्वरं तद सन्न्यासमादाय क्वचित्तीर्थोत्तमे शुभे प्रारब्धकर्मणामन्दे त्यक्ष्यामि स्वं कलेवरम् एवं चेत् प्राणमुक्तस्यान्मुक्तिस्यान्नात्र संशयः मम श्रीपदि पादाब्जसम्यक्स्थापितचेदसः उत्तमो वाच पुमान्वा स्त्रीजनो वापि को रमेदविनेश्वरे संसारे माधवम् उक्त्वा नित्याश्रममचेतनः तस्मान्मामपि जीवेश त्वत्पादाम्बुजसेविनीं नीत्वा स्वसङ्गमे तावद्विश्वाब्धेराशुतारय पुत्रोऽयमङ्गदश्रीमान् गृहभारस्य धारणे समर्थो भूस्नुषा चेयं कल्याणी तत्सहायिनी पुत्रे समर्थे यो मूढपुरुषस्त्रीजनोधव न विराज्येद यो मूढो वञ्चितश्रेयसा हि सः नारद उवाच एवमन्योन्यमामन्त्र्य दम्पती तौ रहस्तदा पुत्रमाहूय कथयां चक्रतुस्त्विदमङ्गदं दम्पत्यू चतुः जरा गमश्लद्गात्रा वावां विद्धि त्वमङ्गद स्वश्रेयसे यदिष्याव कुत्रचित् पुण्यभूतले हरेराराधनं भक्रिया श्रेयः परममुच्यते तदर्थमेव निष्कामा यदन्ते साधवो भुवि विषयेषु न संसक्तिसमत्वं सर्वजन्तुषु येषां हर्षविवादौ च न जादु सुखदुःखयोः त एव साधवो लोके गोविन्दपदसेविनः तेषां दर्शनमात्रेण कृतार्थो जायते नरः तीर्थानि पर्यटन् धीरस्तद्दर्शनसमुत्सुकः भाग्योदयेन केनापि तद्दर्शनमवाप्नुयात् तस्माद्भारं कुटुम्बस्य भुजयो युगदीर्घयोगो आरोप्य नौ विसर्जस्व तीर्थयात्रार्थमङ्गदः तीर्थयात्राप्रसङ्गेन कदाचित् साधुदर्शनं भवेद्यदि तदा पुत्रद्वयोर्नौ स्यात् कृतार्थता नारद उवाच इत्युक्तः पितृभ्यां पुत्रसाधुवादमवादयद नारद उवाच समस्तकुलनिस्तारो भवद्भ्यामयमीरिदः आशु मामवज्जानीदं किं करोमि भवद्धिदम् अहमाज्ञाकरो नित्यं युवयोः पूज्यपादयोः पुण्यतीर्थेषु दानार्थं गृहीतं धनमुत्तमं न यदं मामपि प्रेष्यं सेवायै निजसङ्गमं नारद उवाच इत्युक्त्वा धनमादाय गत्वा क्रोशद्वयं तयोः सङ्गे गृहमगाताभ्यां कथं चित् सन्निवर्तितः तौ गृहीत्वा धनं किञ्चिद्विष्णुर्नौ संयदामिति कन्दमूलफलाहारौ तत्रोषित्वा दिनत्रयं यदा तस्मात् प्रचलितौ दम्पती जगदीपदे तदा मार्गे महान् कश्चित् सिद्धसम्मीलितस्तयोः ताभ्यामुभाभ्यां शिरसा वन्दितः स उपविशद उपविष्टस्तदा ताभ्यामिति पृष्टः स सिद्धराट को भवान् कुत्र आयादो किं चिकीर्षदि तद्वद सिद्ध उवाच सिद्धोऽहं तापसश्रेष्ठ कल्पग्रामे गृहं मम इन्द्रप्रस्थात् समायादो दृष्टं तत्र महाद्भुतं तत्रास्ति कपिलसिद्धो नारायणसमो गुणैः तस्मादहं पठन् साङ्ख्यं निवसामि तदाश्रमे एकदा मद्गुरुश्रीमान् स्वाश्रमात् कपिलो ययौ बदर्याख्यं महापुण्यं स्नातुं स यमुनाजरे तत्रैकोरण्यमहिषस्तृषार्तो यमुनाजले प्रविष्टो जलमापीय पूर्वजन्मस्वमस्मरद स्मृत्वा स पूर्वकर्माणि महिषोरण्यसम्भवः जलान्निसृत्य तरसा ववन्दे कपिलं गुरुम् उवाच नरवाचा च मयि शृण्वति तापसः यत्तत्ते कथयाम्यद्य शृणुत्वं परमद्भुतं महिष उवाच भो विष्णुकलाभूत सिद्धानां कपिलेश्वर किं नामेदं महातीर्थं नदाय कथयस्व मे अस्य तीर्थवरस्याम्बुस्पर्शाद्वै पूर्वजन्मनि जादा मम महाभाग पापस्यापि च कर्मणः सिद्ध उवाच एवमाकर्ण्य तद्वाक्यं महिषस्य महामुनिः जानन्नपि च तद्वृत्तं विहस्येदमुवाचः कपिल उवाच भवान् महिषशार्दूल क आसीत् पूर्वजन्मनि तत्र किं कृतवान् कर्म योनिं येनाप माहिषीं महिष उवाच शृणुष्व मुनिशार्दूल वृत्तं वै पूर्वजन्मनः अहमासं पुरा राजा कलिङ्गाधिपतिर्बलि स्वां परां नैव जानामि योषितं काममोहितः वणिजां साधुवृत्तीनां धनहर्ता निरेनसां निषीधे नगरे राजन् गदभिः पर्यडाम्यहं सुन्दरीभिः परस्त्रीभिः क्रीडितुं रदिलीलया यद्गृहे सुन्दरीं नारीं पश्यामि स्मरमोहितः वसामि निशि तत्राहं क्षेत्रे मध्ये गजो यथा क्रीडित्वा तत्र निःसङ्गं धनं हृत्वा च तद्गृहाद स्वगृहं पुनरायामि कियद्भिर्वासरैरहम् उपविष्टसभामध्ये दिवाद्वौ पुरबालकौ अनार्यबाहुयुद्धेन योधयामि निजाग्रदः नियोधयदि यो बालस्तं मत्वा धनिनं बलाद गृह्णामि तत्पितुर्वित्तं स्वल्पं वा भूरि वा मुने यः पराजयते तत्र कादरस्त्वान् महामुने नायमर्हपुरे स्थातुं ममेदि विनिहन्मिदम् एवमप्यद्यमारेभे वर्तमाने महीपदौ पौरानगरमुत्सृज्य प्रययुर्वृषयान्तरम् एकदा मुनिशार्दूलो दुर्वासा पर्यटन्महीं पुरे मम समायादो दुर्वासा रुद्रसम्भवः मिलित्वा नागराः सर्वे तदा जग्मुस्तदन्तिके प्रणिपत्यदमाहुस्तं स्वदुःखज्ञापकं वचः पौराऊचुः आत्रेयमुनिशार्दूल कृपां कुरु कृपानिधे अधर्मनिरतं भूपमेनं धर्मेण योजय भाग्योदयेन केनापि भवानस्माकमागतः उद्वलात् भूप दुःखाब्धेरास्मां स्तारय पोतवत् धनं लोभयता तेन हृदं नो मुनिपुङ्गव दूषिताश्च स्त्रियः साध्वियः सकामेन निरेन सा दशवत्सरदेशीया बहवशिशवोहदाः अगण्य वैगुण्यनिधिरेष भूपो महामुने महिष उवाच एवमाकर्ण्य पौराणां वचस मुनिरत्रिजः दण्ड्योऽयमिति संचित्य सभास्थं मामधाह्ययौ दृष्ट्वा हिदं समायान्तमवधूतं दिगम्बरम् आवारयमहमृत्यैर्नेत्ययं दर्शनोचितः रेणुना सर्वलिप्ताङ्गो महिषाकृतिरेव वै वार्यतामिति पार्श्वस्तान् बहुशोहं समाधिशं ततस्ते तरसा भृत्यास्तं वारयितुमभ्यगुः हुङ्गारेणैव तान् सर्वान् सचक्रे भस्मसान्मुनिः यज्ञाश्वं रक्षत स्वस्य पितुस्त्वमिव सागराद सर्वशस्तानहं भृत्यान् भस्मी भूतांस्तु तेजसा आलक्ष्य सहसोद्धाय गृहमावेष्टुमुद्यतः रेरे पापेति सम्बोध्य ततो मां मुनिसत्तम सशापेति महारण्ये महिषो भव साम्प्रतं तेनाहमिति शब्दो वै मुक्त्वा राजतनुं तदा मरुदेशे महारण्ये जातोऽहं महिषो मुने चिरकालमहं तत्र न्यवसं मुनिपुङ्गवः अत्रागतस्तु केनाहं पुण्येन तदपि शृणो वापीकूपसरस्यस्तु बहकारिता मया सहकारादिवृक्षाणामारोपो विहितः पथि पुण्येनानेन मे देवपादो न नरके भवद तीर्थस्य च मया प्राप्तो ह्यमुष्य जलसङ्गमः एतत्ते कथितं सर्वं पूर्वजन्मशुभाशुभं जनतीर्थं मया प्राप्तमेतद्योनिश्च माहिषि अस्य तीर्थवरस्याम्बुस्पर्शाज्जातिस्मरोभवम् कथमस्यात् असद्यो निर्मुक्तिस्यात्तन्मुने वद कपिल उवाच एतत्तीर्थमहापुण्यं भदर्याख्यं रमापदेः अत्र स्नाहिद्रुदं कामं स्वचित्तस्थं हि लप्स्यसे सिद्ध उवाच यदच्छ्रुत्वा वचस्तस्य महिषस्य महामुने तत्र तीर्थे वरे स्नातुं प्राविशत् स्वर्गवाञ्छया स्नात्वा स्वर्गेच्छया तस्मिन् जलात्तडमुपागते तत्क्षणं गजमारुह्य शक्रस्वर्गात् समययौ इन्द्र उवाच हे कलिङ्गपदे नैजं देहं जहिः माहिषं प्रतिलभ्य वपुर्दिव्यं सम माया हि दे दिवं त्वया स्वर्गेच्छया स्नातं प्राप्तं तत्ते सुरास्पदं सिद्ध उवाच इत्युक्तः स तदा तेन त्यक्त्वा देहं तु माहिषं दिव्यं वपुः समासाद्य गजराजं समारुहद गजराजं समारुह्य स्थित्वा च गगने क्षणं प्रणम्य शिरसा देवं तुष्टाव कपिलं मुनिं कलिङ्ग उवाच नमस्ते परमेशान केवलज्ञानहेतवे सेतवे वेदविद्यानां रिपवे तद्विरोधिनां त्वत्तप्रवृत्तिः साङ्ख्यस्य जाततत्त्वावबोधिनि देहिनां मायया ग्रस्तचेदसामपि ते विभो ये वेदविहितं त्यक्त्वा वर्धन्ते स्वेच्छया मुने तान् दण्डयसि दण्ड्यास्त्वं मज्जयं स्थिर्यगादिषु इन्द्रादयो लोकपालाः सर्वे त्वदधिकारिणः त्वदिच्छामनुवर्तन्ते भीदा दण्डकृतो हिते त्रयी धर्मविरोधारपूर्वदेवा युगे युगे अवतीर्यविनाशाय कृता सर्वात्मना त्वया ये त्वया गदानाथ चक्रिणा त्रिदशारयः ते तमोमयीं हित्वा तनुं वैकुण्ठमभ्यगुः आज्ञापय जगन्नाथ गन्तुं मां त्रिदशालयम् अनुगृह्णीष्व शक्रं च नमन्तं वीक्षणामृतैः प्रसाद तव देवेश भदर्याख्यस्य च प्रभो तीर्थस्य स्वतनुं हित्वा तामसीं सात्विकीं गतः इन्द्रेण सह नागेन्द्रमारुह्य त्रिदशालयं गच्छामि स्वेच्छया नाथ कृपातस्ते कृपानिधेः सिद्ध उवाच इत्यभिष्टूय देवेशं कपिलं स कलिङ्गपः नमस्कृत्य च तत्पादौ जगामत्रिदशालयम् एतन्मयाद्भुतं विप्र दृष्टं बदरिकाश्रमे गुरुं शुश्रूषमाणेन पापस्यापि विमोक्षणं नाथ परं त्रिलोक्यां तु तीर्थं सर्वार्थदायकं याहि तत्रैव सस्त्रीकः परं श्रेयो यदीच्छसि अहं यामि समानेतुं बदर्याख्यं गृहान् द्विज वृद्धं स्वकीयपितरं निःस्पृहं मोक्षकामुखं नारद उवाच इति तीर्थवरस्यास्य बदर्याख्यस्य भूपते महिमानं समुत्कीर्त्य स सिद्धस्वगृहं ययौ अथ कालेन कियता सद्विजसहभार्यया तीर्थानपर्यडन्धीरः इन्द्रप्रस्थेभ्यगादहम् तेनैव वपुषा राजन्निदवांस्तौ निजालयं ससिद्धोऽपि स्वपितरं गृहदानीयसत्वरः तत्रैव स्नापयामास तत्तीर्थे मोक्षकामुहं सोऽपि श्रीवासुदेवेन वृद्धसिद्धपिता तदा ततो निदो निजगृहं वृन्दारक विवन्दितः इन्द्रप्रस्थां तरगदमिदं सद्बदर्याख्यमीशस्नानाद्दद्यादखिलजनिता मानसेष्टं पदार्थं महात्म्यं ते नृपनदीमदे वर्णितं तस्य भूतं यच्छ्रुत्वा वै पतति न जनो मातृगर्भे कदाचिद् इति श्रीपाद्मे महापुराणे उत्तरखण्डे कालिन्दीमाहात्म्ये बदरीकाश्रमवर्णनं नाम षोडशाधिकद्विशततमोऽध्यायः ॐ